चतुर्थः खण्डः अथ हि आत्मा ससेतु एषां लोकानाम् असंभेदाय नैतिकं सेतुमहो रात्रे तरतं न जरा न मृत्यो न शोको न सुकृतं न दुष्कृतकं सर्वे पाप्मानमतो निवर्तन्ते अवसपाप्मा हि एष ब्रह्मलोकः। अथ हि आत्मा इति उक्तलक्षणो यः सम्प्रसादः तस्य स्वरूपं वक्ष्यमाणैः उक्तैः अनुक्तैश्च गुणैः पुनः स्तूयते ब्रह्मचर्यसाधनसम्बन्धार्थम्। एषः यथोक्तलक्षणः आत्मा स सेतुरिव सेतु विद्रुतिः विदर्ण अनेन हि सर्वं जगद्वर्णाश्रमादिक्रियाकारकफलादिभेदनियमैः कर्तुः अनुरूपं विदधता विदृत अध्रियमाणं हि ईश्वरेण इदं विश्वं विनश्येद्यतः तस्मात् स सेतुः विदृति। किमर्थं स सेतुरिति यः येषां भूरादीनां लोकानां कर्तृकर्मफलाश्रयाणाम् असंवेदाय अविदारणाय अविनाशाय इत्येतत्। किं विशिष्टश्च असौ सेतुरिति अह नैतं सेतुम् आत्मानम् अहोरात्रे सर्वस्य जनिमतः परिच्छेदके सति नैतं तरत् यथा अन्यसंसारिणः कालेन अहोरात्रादिलक्षणेन परिच्छेद्य न तथा अयं कालपरिच्छेद्यः इत्यभिप्रायः यस्मादर्वाक्संवत्सरोहोभिः परिवर्तते इति श्रुत्यन्ते। अत एव एनं न जरा तरति न प्राप्नोति तथा न मृत्युः न शोकः न सुकृतं न दुष्कृतं सुकृतदुष्कृते धर्माधर्म प्राप्तिः अत्र तरणशब्देन अभिप्रेतः न अतिक्रमणं कारणं हि आत्मा न शक्यं हि कारणातिक्रमणं कर्तुं कार्येण अहोरात्रादि च सर्वं सतः कार्यम् अन्येन हि अन्यस्य प्राप्तिः अतिक्रमणं वा क्रियेत न तु तेनैव तस्य न हि घटेन मृत्प्राप्यते अतिक्रम्यतेव। यद्यपि पूर्वं य आत्मा अवतपाप्मा इत्यादिना पाप्मान् प्रतिषेधः उक्त एव तदापि इह अयं विशेषः न तरति इति प्राप्तिविषयत्वं प्रतिषिध्यते। तत्र विशेषेण जरादि अभावमात्रम् उक्तम् अहोरात्राद्याः उक्ताः अनुक्ताश्च अन्ये सर्वे पाप्मानः उच्यन्ते। अतः अस्मादात्मनः सेतोः निवर्तन्ते अप्राप्य इव इत्यर्थः। अपातपाप्मा हि एष ब्रह्म एव लोकः ब्रह्मलोकः उक्तः तस्माद्वायतिकं सेतुं धीत्वा अन्धस्सन्ननं द्वो भवति विद्धस्सन्न विद्वो भवति उपतापि सन्ननुपतापि भवति तस्माद्वायतिकं सेतुं धीत्वा अपि नक्तम् अहरेव अभिनिष्पद्यते सकृद्विभातो हि एव एष ब्रह्मलोकः। यस्माच्च पाप्मकार्यम् आन्ध्यादि शरीरवतः स्यात् न तु अशरीरस्य तस्माद्वा एतमात्मानं सेतुं तीर्त्वा प्राप्य अनन्धो भवति देहवत्पे पूर्वम् अन्धोऽपि सन् तथा विद्धस्सन् देहवत्पे स देहवियोगे सेतुं प्राप्य विद्वो भवति तथा उपतापि रोगादि उपतापवान् सन् अनुपतापि भवति। किञ्च यस्मादहोरात्रे नास्तः सेतौ तस्माद्वा एतं सेतुं तीर्त्वा प्राप्य नक्तमपि तमोरूपं रात्रिरपि सर्वम् अहरेव अभिनिष्पद्यते विज्ञप्त्य आत्मज्योतिस्वरूपम् अहरिव अहः सदा एकरूपं विदुषा सम्पद्यते इत्यर्थः। सकृद्विभातः सदा विभातः सदा एकरूपः स्वेन रूपेण एष ब्रह्मलोकः। तद्य एव एतं ब्रह्मलोकं ब्रह्मचर्येण विन्दन्ति तेषामेव एष ब्रह्मलोकः तेषां सर्वेषु लोकेषु कामचारो भवति तत्रैवं सति एतं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्त्रीविषयतृष्णात्यागेन शास्त्राचार्योपदेशम् अनुविन्दन्ति स्वात्मसंवेद्यताम् आपादयन्ति ये तेषामेव ब्रह्मचर्यसाधनवतां ब्रह्मविदां एष ब्रह्मलोकः न अन्येषां स्त्रीविषयसम्पर्कजातृष्णानां ब्रह्मविदामपि इत्यर्थः। तेषां सर्वेषु लोकेषु कामचारो भवति इति उक्तार्थम् तस्मात् परमम् एतत् साधनं ब्रह्मचर्यं ब्रह्मविदामित्यभिप्रायः। पञ्चमखण्डः य आत्मा सेतुत्वादिगुणैः स्तुतः तत्प्राप्तये ज्ञानसहकारिसाधनान्तरं ब्रह्मचर्याख्यं विधातव्यम् इत्यः यज्ञादिभिश्च तत्स्तौति कर्तव्यार्थम्। अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत् ब्रह्मचर्येण हि एव यो ज्ञाता तं विन्दते अथ यदिष्टम् इत्याचक्षते ब्रह्मचर्यमेव तथं ब्रह्मचर्येण हि एव इष्ट्वा आत्मानमनुविन्दते। अथ यद्यज्ञ इत्याचक्षते लोके परमपुरुषार्थसाधनं कथयन्ति शिष्टः तद्ब्रह्मचर्यमेव यज्ञस्यापि यत्फलं तद्ब्रह्मचर्यवान् लभते अतः यज्ञोऽपि ब्रह्मचर्यमेव इति प्रतिपत्तव्यं कथं ब्रह्मचर्यं यज्ञ इति आह ब्रह्मचर्येणैव हि यस्मात् यो ज्ञातः सतं ब्रह्मलोकं यज्ञस्यापि पारम्पर्येण फलभूतं विन्दते लभते ततो यज्ञोऽपि ब्रह्मचर्यमेव इति यो ज्ञातः इति अक्षरानुवृत्तेः यज्ञो ब्रह्मचर्यमेव अथ यदिष्टम् इत्याचक्षते ब्रह्मचर्यमेव तत् कथं ब्रह्मचर्येणैव साधयन् तम् ईश्वरम् इष्ट्वा पूजयित्वा अथवा येषणाम् आत्मविषयं कृत्वा तम् आत्मानम् अनुविन्दते येषणा तु इष्टमपि ब्रह्मचर्यमेव अथ यत्सत्रायणम् इत्याचक्षते ब्रह्मचर्यमेव ततो ब्रह्मचर्येणि एव सत आत्मनः त्राणं विन्दते अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव ततो ब्रह्मचर्येणि एव आत्मानम् अनुविद्यमनुते अत ये सत्रायणमित्याचक्षते ब्रह्मचर्यमेव तत् तथा सतः परस्मादात्मनः आत्मनः त्राणं रक्षणं ब्रह्मचर्यसाधनेन विन्दते अतः सत्रायणशब्दमपि ब्रह्मचर्यमेव तत् अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तत् ब्रह्मचर्येणैव साधनेन युक्तः सन् आत्मानं शास्त्राचार्याभ्याम् अनुविद्य पश्चात् मनुते ध्यायते अतो मौनशब्दमपि ब्रह्मचर्यमेव अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव ततो येषि आत्मानानुश्रियं ब्रह्मचर्येणानुविन्दते अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव ततो अरश्च वैण्यश्च अर्णवो ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयं सरः तदश्वत्थः सोमसवनः तदपरायितापूहं ब्रह्मणः प्रभुविमितगं हिरण्मयम् अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव ततो यम् आत्मानं ब्रह्मचर्येण अनुविन्दते स एष हि आत्मा ब्रह्मचर्यसाधनमतो न नश्यति तस्मात् अनाशकायनमपि ब्रह्मचर्यमेव अथ यद् अरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् अरण्यशब्दयोः अर्णवयोः ब्रह्मचर्यवतः अयनातु अरण्यायनं ब्रह्मचर्यं यो ज्ञानाद्यज्ञः येषणादिष्टं सतः त्राणातु सत्रायणं मननातु मौनम् अनशनातो अनाशकायनम् अरण्योः गमनातो अरण्यायनम् इत्यादिभिः महद्भिः पुरुषार्थसाधनैः स्तुतत्वा ब्रह्मचर्यं परमं ज्ञानस्य सहकारीकरणं साधनम् इत्यतः ब्रह्मविदा यत्नतो रक्षणीयम् इत्यर्थः तत्तत्र हि ब्रह्मलोके अरश्च हवै प्रसिद्धोऽण्यश्च अर्णवं समुद्र समुद्रोपमेव सरसि तृतीयस्यां भूम् अन्तरिक्षं च अपेक्षा तृतीयाद्यौः तस्यां तृतीयस्याम् इतः अस्माल्लोकादारभ्य गण्यमानायां दिवि तत्तत्रैव च ऐरम् इरा अन्नं तन्मयः ऐरः मण्डः तेन पूर्णं ऐरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं सरः तत्रैव च अश्वत्थवृक्षः सोमसमनो नामतः सोम अमृतं तन्निस्रवः अमृतस्रव इति तत्रैव च ब्रह्मलोके ब्रह्मचर्यसाधनरहितैः ब्रह्मचर्यसाधनवद्भ्यः अन्यैः न जीयते इति अपरायिता नाम भूः पुरी ब्रह्मणो हिरण्यगर्भस्य ब्रह्मणा च प्रभुणा विशेषेण मितं निर्मितं तच्च हिरण्मयं सौवर्णं प्रभुविमितं मण्डपम् इति वाक्यशेषः तद्येव एतौ वरं चाण्यं चर्णौ ब्रह्मलोके ब्रह्मचर्येण विन्दन्ते तेषामेव येष ब्रह्मलोकः तेषां सर्वेषु लोकेषु कामचारो भवते तत्तत्र ब्रह्मलोके एतौ अर्णवं यौ अरण्याख्यौक्तौ ब्रह्मचर्येण साधनेन अनुविन्दन्ति ये तेषामेव एषः यो व्याख्यातः ब्रह्मलोकः तेषां च ब्रह्मचर्यसाधनवतां ब्रह्मविदां सर्वेषु लोकेषु कामचारो भवति न अन्येषाम् अब्रह्मचर्यपराणां बाह्यविषयासक्तबुद्धीनां कदाचिदपि इत्यर्थः ननु अत्र त्वम् इन्द्रस्त्वं यमस्त्वं वरुणः इत्यादिभिः यथा कश्चित् स्तूयते महारः एवम् इष्टादिभिः शब्दैः न स्त्रियादिविषयतृष्णा निवृत्तिमात्रं स्तुत्यर्हं किं तर्हि ज्ञानस्य मोक्षसाधनत्वात् तु तदेव इष्टादिभिः स्तूयते इति केचित् न स्त्रियादिबाह्यविषयतृष्णापहृतचित्तानां प्रत्येकात्मविवेकविज्ञाननुपत्ते पराञ्जिकानि विदृणस्वयम्भूः तस्मात् पराङ् पश्यदिनान्तरात्मन् इत्यादि श्रुतिस्मृतिशतेभ्यः ज्ञानसहकारिकारणं स्यादिविषयतृष्णानिमित्तसाधनं विधातव्यमेव इति युक्ता एव तत्स्तुतिः। ननु च यज्ञादिभिः स्तुतं ब्रह्मचर्यमिति यज्ञादीनां पुरुषासाधनात्मगम्यते। सत्यं गम्यते न तु इह ब्रह्मलोकं प्रति यज्ञादीनां साधनात्मविप्रेत्य यज्ञादिभिः ब्रह्मचर्यं स्तूयते। किं तर्हि तेषां प्रसिद्धं पुरुषासाधनात्ममपेक्ष्य यथा इन्द्रादिभिः राजा न तु यत्र इन्द्रादीनां व्यापारः तत्रैव राज्ञः इति तद्वत्।